नमस्कारः, अस्माकं समासवर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति बहुव्रीहिसमासः इति। तत्र बहुव्रीहिसमासे श्लोकः गते सप्ताहे अत्र पृष्ठसङ्ख्या 35 अधिक 100 पृष्ठे श्लोकान् वयम् आरब्धवन्तः। अधुना अत्र अन्तिमश्लोकः अस्ति योगयुक्तः इति, ततः आरभ्य पठामः। अत्र पद्मभगिनी पठति वा? आं भगिनि। योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिख्यते न लिप्यते। श्लोकस्य अर्थः कः? प्रयत्नं करोमि। योगिनां विशुद्धात्मा विशिष्ट आत्मना विजितात्मा मन्ये जितेन्द्रिय कश्चन लोक कश्चन विजितात्मा इत्युक्ते तत्र स्वच्छशरीरः, यस्य स्वच्छशरीरः अस्ति। विशुद्धात्मा इत्युक्ते यस्य आत्मा, यस्य चित्तं विशिष्टात्मा तिष्ठति। जितेन्द्रियः मन्ये कश्चन प्रजा जितानां जयेन्द्रितवतः विजितात्मा अहं न ऐ एम नाट् एबल् टु से इट्। अस्तु अस्तु, जितेन्द्रिय इत्युक्ते यः पुरुषः, यः योगी, इन्द्रियाणि जितवान्। परन्तु विजितात्मा जितेन्द्रिय द्वयोः मध्ये कस्मिन् अर्थः भेदः अहं न शक्नोमि। वशीकृतम् अस्ति जितेन्द्रिय, इन्द्रियाणि निग्रहणम् अस्ति। पुनः विजित आत्मा अस्ति यस्य मनसस्य यः मनस वशीकृतं भवति, जितेन्द्रिय यस्य इन्द्रियाणि निग्रहं कृतम् सन्ति। अवगतं, धन्यवादः। सर्वभूतात्मा भूतात्मा कुर्वन्नपि न लिप्यते लिप्यते अहं न जानामि। अस्तु, सरला भगिनी सहायं करोतु भगिनी। अत्र श्लोकस्य लिप्यते यदि कोऽपि कर्म करोति तस्य कर्मफलस्य तस्य लेपन कर्मफल इच्छति, किन्तु ये योगी यस्य आत्मा शुद्ध अस्ति, चित्तशुद्ध अस्ति, मन वशीकृतं भवति, यस्य इन्द्रियाणि निगृहीतं सन्ति, सर्वभूतात्मा आत्मा सर्वेषु स्वस्य आत्मन् पश्यति सः योगी। यदि कर्म करोति तदापि तस्य कोऽपि वासना तस्य मनसि न तिष्ठति, कर्मफलस्य परिणामं सः न अपेक्षते। समीचीनम्। अन्वयः वदति वा भगिनि, अन्वयः श्लोकस्य अन्वयः अत्र क्रियापदं किं लिप्यते आत्मनेपदी अस्ति, कुर्वन् अपि भवति शत्रन्तपदं कुर्वन् अपि तस्य तत्र गमोनसन्धि अस्ति साधु सत्यं नकार परे अकार अस्ति तु नकार आगच्छति आगमः आगच्छति नकारस्य अन्वय भवति विचात्मा जितेन्द्रिय कुर्वन्नपि किं सन्धि गमोनसन्धि विजात्मा जितेन्द्रियविशुद्धात्मा सर्वभूतात्मा योगयुक्तः कुर्वन्नपि न लिप्यते इति भवति अन्वयः. कर्तृपदं किं कर्तृपदम् अत्र अन्यपद अस्ति कर्तृपदम् अत्र सर्वे विजात्मा जितेन्द्रिय यस्य आत्मा योगयुक्तः न अन्यपद बहुव्रीहि समासः अस्ति भगिनि. यस्य आत्मा विशुद्ध अस्ति यस्य आत्मा विजिता अस्ति यस्य आत्मा यः इन्द्रियाणि अहं चिन्तितवती योगयुक्तः निर्वचनम् अत्र अस्ति योगयुक्तः पुरुषः योगयुक्तः पुरुषः योगयुक्तः कर्तृपदम् अस्ति योगयुक्तः पुरुषः योगयुक्तः इति विशेषणमस्ति योगेन युक्तः योगयुक्तः पुरुषः पुरुषः इति अत्र अत्र न अध्याहर्तव्यं योगयुक्तः पुरुषः तस्य विशेषणानि विशुद्धात्मा विजितात्मा जितेन्द्रियः इति विशेषणानि अस्तु सर्वभूता योगयुक्तः कर्तृपदभवत् योगयुक्तः पुरुषः हा अस्तु अत्र पद्मभगिनी वदतु अत्र योगयुक्तः अत्र समासः कः योगेन युक्तः अत्र व्यधिकरण बहुभिः समासः अस्ति भवती इदानीम् उक्तवती योगयुक्तः एव कर्तृपदमस्ति इति उक्तवती तर्हि योगेन युक्तः इति अत्र अत्र विग्रहवाक्यम् उक्तवती योगेन युक्तः कथं वा बहुव्रीहि समासः भवितुम् अर्हति अत्र विभक्ति भेदम् अस्ति खलु भगिनि कुत्र योगेन युक्तः योगेन युक्तः तर्हि भवती किं वक्तुमिच्छति योगेन युक्तः यस्य सः इति वक्तुमिच्छति वा आम् योगेन युक्तः यस्य सः इति तादृश अन्वयः भवति वा यत्र योगेन युक्तः इति वदति तत्र योगेन युक्तः यत्र व्यधिकरणबहुव्रीहिसमासः यथा अस्माभिः दृष्टं तत्र शरीरस्य अवयवः भवति खलु सामान्यतया यथा चक्रं पाणौ यस्य सः इति पाणौ चक्रम् अस्ति पाणिः इति हस्तः अस्ति तर्हि तत् शरीरस्य अवयवः इति तादृशसम्बन्धः भवति व्यधिकरणबहुव्रीहिः अत्र तादृशसम्बन्धः नास्ति खलु साक्षात् योगेन युक्तः इति उक्तं तर्हि योगेन युक्तः योगः युक्तः येन सह योगं युक्तं न योगेन युक्तः इति समीचीनमस्ति योगेन युक्तः इति सम्यक् अस्ति परन्तु बहुव्रीहिसमासः नास्ति अत्र तत्पुरुषसमासः अस्ति कीदृश हा वदतु भगिनि तृतीय तत्पुरुषसमासः भवति योगेन युक्तः तर्हि युक्तः इति एव तत्र अन्यपदार्थस्य प्राधान्यमस्ति इत्युक्ते तादृशपुरुषः युक्तः अस्ति यस्मिन् सः योगेन युक्तः अत्र युक्तः एव युक्तपुरुषः हा इति तत्र अत्र उत्तरपदप्राधान्यम् न तु अन्यपदार्थप्राधान्यम् अतः तत्पुरुषसमासः अस्तु अत्र अग्रे जगन्नाथमहोदय वदति वा अग्रे विशुद्धात्मा समासः कः विशुद्धः आत्मा यस्य सः इति विग्रहवाक्यं भवति विशुद्धात्मा इति समासः कः बहुव्रीहि समासः विशुद्धः. एतत्तु योगयुक्तस्य विशेषणं भवति. सत्यम्. अनन्तरं विजितात्मा अपि तादृश विजितात्मा जितेन्द्रिय सर्वे तादृशमेव. एतत् सर्वं क्तान्तपूर्वपदं युक्त पूर्वपद ताङ्क्तरूपम् अस्ति. उत्तरपदं किमपि सुबन्तमस्ति. अरुणा भगिनी कृपया म्यूट् करोतु भगिनि. क्षम्यतां. विजितः आत्मा येन यस्य सः विजितः आत्मा यस्य सः जितः इन्द्रिय यस्य सः. सर्वे बहुव्रीहि समासाः. सर्वे योगयुक्तः इति पदस्य विशेषणं. हा विजितात्मा पुनः विग्रहवाक्यं वदतु. विजितः विजितः आत्मा यस्य सः येन सह. अस्तु तद् चिन्तितवान् किन्तु तर्हि जितः इन्द्रियः येन सह. तत्र इन्द्रियम् इति नपुंसकलिङ्गपदमस्ति खलु इन्द्रियं. तत्र बहूनि इन्द्रियाणि सन्ति अतः अत्र बहुवचने भवति. अस्तु अस्तु अस्तु. इन्द्रियाणि अस्तु. जितम् इन्द्रियं येन सह. बहूनि इन्द्रियाणि न वा. जितानि इन्द्रियाणि येन सह. अस्तु येन सह. अपि च तत्र सर्वभूत भूतात्मा एतस्य अहं वक्तुं न शक्नोमि. व्याख्यानं दृष्ट्वा एव तस्य साधारण पदं नास्ति एतत्. हा सत्यं. तत्र अत्र कति पदानि सन्ति? अत्र पदद्वयं स्वीकृत्य कर्तुं शक्नुमः. कति पदानि सन्ति अत्र? पञ्चपदानि सन्ति. भूत आत्मा द्विवारम् आगच्छति. हा तर्हि अत्र प्रथमपदद्वयं स्वीकरोतु. सर्वभूत इति स्वीकरोतु. सर्वभूत तत्र कीदृश? सर्वेषु भूतेषु इति विशेषपूर्वपद. सत्यं. विशेषणपूर्वपदकर्मधारयसमासः. विग्रहवाक्यं कथं भवति? सर्वेषु भूतेषु यः तिष्ठति वा यस्मिन् सः. न अत्र कर्मधारयसमासः इत्युक्ते तत्पुरुषसमासः खलु. तत्र यस्मिन् सः यः कः तादृशं विग्रहं न भवति खलु. तत्र यथा नीलः कमलः इति चेत् नीलः कमलः इति विग्रहः इति स तत्र विग्रहवाक्यं. नीलः कमलः नीलः नीलं च तत् कमलं च इति नीलं च तत् कमलं च इति विग्रहवाक्यं भवितुमर्हति. नो चेत् नीलं कमलम् इति विग्रहवाक्यम्. एवम् एव अत्र अपि सर्व इति एकं पदं इति भवति. हा भूतम् इति नपुंसकलिङ्गपदम्. सर्वं भूतं. हा तत्र भूतम् इत्युक्ते जीवः इति अर्थः. तर्हि अत्र बहवः जीवाः सन्ति अतः बहुवचने. सर्वाणि भूतानि. हा सर्वाणि भूतानि. समीचीनं, बहु समीचीनं. सर्वाणि भूतानि इति तत्र विशेषणपूर्वपदकर्मधारयसमासः अस्ति. अधुना अत्र अग्रे अत्र किं सर्वभूत इति पदं स्वीकृत्य अग्रे किम् अस्ति? आत्मा इति अस्ति खलु. आत्मभूत् इति अस्ति. तर्हि अत्र पुनः तत्र षष्टिपुरुषसमासः सम्भवति. सर्वभूतानाम् आत्मभूत् इति. आत्मभूत् इत्युक्ते किम्? आत्मभूत् इत्युक्ते अत्र इत्युक्ते यः इत्युक्ते फेत्फुल् इति अर्थः आत्मभूत् तर्हि आत्मभूत् तस्य विग्रहवाक्यं भवति वा आत्मभूत् ओ सर्वे सर्वभूतानाम् आत्मभूत् इति तद् सर्वं चत्वारि पदानि मिलित्वा द्वे द्वे स्वीकृत्य एकमे द्विपदं द्विपदम् इति एकपदं स्वीकृत्य तत् षष्टितत्पुरुषः भवति वा सर्वभूतानाम् आत्मभूत् इति तत्र षष्टितत्पुरुषसमासः सर्वभूतानाम् इति पदद्वयम् आत्मभूत् इति स्वीकृत्य तयोः कः सम्बन्धः इति चेत् षष्टितत्पुरुषसमासः सर्वभूतानाम् आत्मभूत् इति अस्ति तदनन्तरं पुनः तत्र तत्र अन्यपदार्थस्य विशेषणमिति कृत्वा बहुव्रीहिसमासः अपि भवति सर्वभूतात्मभूतः आत्मा यस्य सः सर्वभूतात्मभूतः आत्मा यस्य सः बहुव्रीहिसमासः ओ अस्तु अस्तु इत्युक्ते यः पुरुषः सर्वेषु यः पुरुषः जानाति तत्र सर्वेषु पुरुषेषु यः आत्मा यत् आत्मा अस्ति तत् समानं यः आत्मा अस्ति तत् समानः अस्ति इति जानाति सः किमपि कार्यं करोति युद्धेपि जनान् मारयति तदपि तस्य कर्म तस्मिन् न तिष्ठति तादृशपुरुषस्य कर्म न लिप्यति सत्यम् इत्युक्ते तत्र सर्वभूतात्मा भूतात्मा इत्युक्ते तत्र सम्यक् दर्शी इति दत्तमस्ति सम्यक् दर्शी इत्युक्ते यः यत् यत् यथार्थसत्यमस्ति तद् पश्यति यथार्थसत्यं पश्यति तादृशपुरुषः इत्युक्ते तत्र यः जानाति तत्र सर्वेषु पुरुषेषु आत्मा समानः इति जानाति इति तादृशपुरुषः अस्तु अस्तु धन्यवादः समीचीनमस्ति अत्र एता भगिनी उक्तवती कृपया पुनः वदतु सर्वभूतात्मा इति वा तत्र सर्वभूतात्मभूतात्मा इति अस्ति तर्हि सर्वभूत इति पदद्वयं स्वीकृत्य कर्मधारयसमासः सर्व इति पदं विशेषणमस्ति भूत इति पदस्य तर्हि सर्वाणि भूतानि इति अस्ति सर्वाणि भूतानि इति कर्मधारयसमासः तदनन्तरं तत्र आत्मभूतः इति एकं पदम् आत्मभूतः इति तत्रापि पदद्वयमस्ति तर्हि तत्र आत्मनः भूतः इति तादृशविग्रहवाक्यं भवति इति चिन्तयामि तत्रापि षष्टितत्पुरुषसमासः तदनन्तरम् इदानीम् आत्मभूतानाम् आत्मभूतः इति तत्र पुनः षष्टितत्पुरुषसमासः सर्वभूतानाम् आत्मभूतः इति षष्टितत्पुरुषसमासः तदनन्तरम् अत्र अन्यपदार्थस्य प्राधान्यम् अत्र पञ्चमं पदमस्ति आत्मा इति तर्हि सर्वभूतात्मभूतः आत्मा यस्य सः अत्र किञ्चित् क्लेशः वर्तते सर्वभूतात्मभूतः आत्मा यस्य सः इति बहुभिः समासः अस्तु अत्र विशिष्टपदमस्ति अस्तु तर्हि अत्र श्लोकः समाप्तः अग्रे कथां पठामः अग्रे सरला भगिनी आरम्भं करोति वा उदयपुरी विशालाक्षनामकः महाराजः परिपालयति स्म सः अतीव अहङ्कारी आसीत् कदाचित् आरूढरथेन तेन मृग्यार्थम् अरण्यं गतम् अत्र कश्चन सन्यासी दृष्टः सन्यासी नेत्रे निमील्य एकचित्तः देवं ध्यायति स्म अग्रे पठामि वा महाराजः ध्यानमग्नं सन्यासिनम् उद्दिश्य सन्यासिन बहून् देशान् वशीकृत्य मया साम्राज्यविस्तरणं कृतम् अस्ति. वशीकृतान्य देशेन मया अपारं धनकनकराशिं सङ्ग्रह्य भण्डागरं पूरितं. ततः आनीताः बह्व्यः सुन्दर्य विराजन्ते मम अन्तःपुरे. तथापि मम सन्तोषः नास्ति. कथम् अहं सन्तोषं प्राप्नुयाम इति अपृच्छत्. अत्र उदयपुरी एका नगरी अस्ति. तस्मिन् महाराजः नृपः, तस्य नाम अस्ति विशालाक्ष. यस्य अक्ष विशाला अस्ति तस्य तत् भवति विशालाक्ष. भगिनि अत्र क्षम्यतां भगिनि, अत्र किं कुर्मः इति प्रथमं तत्र समर्थपदानि कानि इति पश्यामः, तदनन्तरम् अर्थः कः इति वदतु. अस्तु, समस्तपदानि ये स्थूल अक्षरे दत्तम् अस्ति आरूढरत्नेन, तत्र भवति प्रथमवाक्यं. सत्यं, क्षम्यताम्, अत्र प्रथमवाक्ये समस्तपदानि कानि? विशालाक्षनामकः अत्र नाम अस्ति, किन्तु तस्य अपि विशालाः अक्ष यस्य इति भवति विशालाक्ष. तत्र विशालाक्ष, क्षम्यताम् अक्षौ भगिनि, अक्षौ साधु द्वे अक्ष विशाल अक्षौ यस्य विशाल अक्षौ इति कर्मधारय अक्ष इति पदस्य प्रातिपदिकं किम्? अक्षपद्यस्य प्रातिपदिकम् अक्षी इति भवति वा? अक्ष बहु चक्षु अक्षिन् नकारान्तप्रातिपदिकम् अक्ष इति अपि शब्दः अस्ति वा? अक्ष अक्षिन् इति प्रातिपदिकमस्ति. अक्ष इति शब्दः अहं न अक्ष इति शब्दः अपि अस्ति. अक्ष परन्तु तत्र अक्षिन् इति एव अक्षिन् इति प्रातिपदिकम् अक्षी भवति न अक्षिन् यदि प्रातिपदिकं अक्षी भवति. सत्यम्, अक्षी भवति, परन्तु अक्षः इति दत्तमस्ति अत्र विशालक्षः. अत्र महाराजस्य नाम अस्ति साधु विशालाक्ष. हा, महाराजस्य नाम अस्ति, परन्तु तत्र विशाल यथा भवती उक्तवती तत्र अक्षः इति अकारान्तपदम् अस्ति चेत् तत्र अक्षौ इति सम्यक् अस्ति. तर्हि अत्र वदतु विशाल अक्षौ इति भवति विशाल च अक्ष विशाल अक्ष तौ इति भवति विशाल अक्षतौ इति कर्मधारय समासः भवति विशाल अक्षतौ नामकः इति. न न, एकैकक्षणम् अत्र पुनः वदतु विग्रहवाक्यं कथमस्ति? विशाल अक्षतौ विशाल अक्षौ न अक्षौ अत्र विशाल अक्षौ इति उक्तवती. तत्र विशाल अक्षौ तयोः कः सम्बन्धः? अक्ष यस्य विशाल अस्ति, विशाल यस्य विशालौ अस्ति. हा, विशालौ अक्षौ. हा, विशालौ अक्षौ यस्य सः इति वयं वक्तुं शक्नुमः विशाल अक्षौ यस्य सः. हा, विशालौ अक्षौ यस्य सः. तर्हि विशालौ इति तर्हि अत्र कस्य सङ्केतः, कीदृशसमासः? विशाल अक्षौ यस्य सः इति बहुव्रीहि समानाधिकरण बहुव्रीहि समासः भवति. समासत्यं यतोहि तत्र अन्यपदार्थः कः? अन्यपदार्थः महाराजः. हा, महाराजः इति अन्यपदार्थः. सत्यं, तर्हि तत्र बहुव्रीहि समासः विशालौ अक्षौ यस्य सः विशालाक्षः इति अस्ति. विशालाक्षः इति अस्ति. तर्हि अत्र नामकः इत्यपि पदमस्ति खलु? अहं न जानामि कथं क आगच्छति नाम कः भगिनी, प्रत्यय अस्ति क प्रत्यय नामकः इति अस्ति. इदानीं विशाल अपि च नामकः तयोः कः सम्बन्धः? नामकः इति अपि विशाल विशाल विशालाक्ष इति नाम अस्ति महाराजस्य. नामकः अपि तत् सूचयति, तत् अपि विशेषणं भवति. सत्यं, विशेषणमस्ति. नामस्य विशेषणं विशालाक्ष इति अस्ति. साधु समासः विशालक्ष भवती विशालक्ष नाम इति भवती कर्मधारे समास. विशालक्ष नाम इति प्रथमाविभक्ति भवति. विशालक्ष नाम यदि वयं केवलं स्वीकुर्मः, न विशालक्ष विशालक्षः नाम कः अत्र विशेषणं किं विशेष्यं किम्? विशेष नामकः इति विशेषं विशालक्ष प्रति विशेषणम् यथा अत्र आम्रः इति वृक्षः इति वदामः तथा तथा कर्तुं शक्नुमः वा? सम्भावनापूर्वपदकर्मधारयः आम्रः इति वृक्षः अस्तु. तत्र बहूनि नामानि बहूनि नामानि सन्ति, तेषु विशालाक्षः इति कश्चन नाम. अस्तु, सो विशालाक्ष नामकः विशालाक्षः नामकः इति नामकः. अस्तु, साधु. यथा हिमालय पर्वत हिमालय इति पर्वत साधु. सो विशालाक्ष इति नामकः महाराजः. तो अत्र भवति सम्भावनापूर्वकर्मधारय समास. अत्र महाराजः महाराजः महान् राजा इति भवति. तस्य महत् इति पूर्वपदं तस्य महा इति भवति. राजा तस्य राजा आगच्छति आकारान्त आकारान्तशब्दस्य उत्तरपद राज इति आगच्छति. आकारान्तशब्दः नास्ति खलु? राजन् अस्ति किन्तु प्रथमाविभक्त्यां राजा भवति. राजन् तस्य नकार लुप्त भवति प्रातिपदकस्य, तो राज इति भवति. महान् महान् राजा इति व्यस्तप्रयोगे भवति. हा, महाराजः इति तत्र नकारस्य लोपानन्तरं महाराजः इति पदं. तदपि कर्मधारयसमासः भवति साधु. विशेषणपूर्वपदकर्मधारयसमासः. परिपालयति इति क्रियापदम् अस्ति. दशमगणं भवति परि उपसर्गपूर्वपाल पालयति इति चुरादिगणे आगच्छति. स्म इति भूतकाल सूचयति. उदयपुरी इति अपि समासः. उदय इति पुरी. सत्यं, समीचीनम्. अस्तु, सो उदय इति पुरी. विशालौ अक्ष विशाल अक्ष अक्षौ यस्य सः इति बहुव्रीहि. विशाल अक्ष विशाल अक्ष विशाल अक्ष इति नामकः तत्र बहुव्रीहि गर्भ सम्भावनापूर्वकर्मधारयसमासः. महाराज इति भवति विशेषणपूर्वपदसमासः इति. अतीव अहङ्कारी आसीत्. अहङ्कारी अपि समासः अस्ति. अहङ्कारी इति तत्र समासः कथं भवति इति वदतु. अहम् इति एकं अहङ्कारी अहङ्कारन् इति कारी यथा यद् करोति अहं तत्र कारी यत्र अहङ्कारी इति अस्ति चेत् तत्र कीदृशपदमस्ति अहङ्कारी प्रातिपदिकं किम् अहङ्कारेण इति भवति तत्र सन्यासी अहङ्कारी इति प्रथमा भक्ति आगच्छति सत्यं नकारान्तपद नकारान्तपदम् इनि प्रत्यान्तशब्दः अस्ति सत्यं तर्हि अत्र तस्य अन्तर्भूतः समासः अपि वर्तते अस्तु अहङ्कारः इति अस्ति खलु अहङ्कारः यः अहं करोति तत् अहम् अहङ्कारी इति यस्मिन् यस्य सति साधु अत्र सत्यं भगिनि समीचीनम् अहं करोति इति अहङ्कारः अहं करोति इति अहङ्कारः किं समासः हा उपपदसमासः पुनः वदतु कीदृशसमासः अहं करोति इति भवति उपपदसमासः उपपदकर्मधारयसमासः सत्यं सत्यम् अहं करोति इति उपपदकर्मधारयसमासः अस्ति सत्यं तर्हि अहं करोति इति अहङ्कार इति पदमस्ति अहङ्कार इदानीं तस्मात् इनि प्रत्ययः अस्ति अहङ्कार इति प्रातिपदिकात् इनि प्रत्ययः यस्मिन् अस्ति सत्य अहङ्कारः अस्य अस्ति वा अथवा अस्मिन् अस्ति वा इति तर्हि तत्र समासः नास्ति अहङ्कारी इति पदस्य समासः नास्ति तस्मिन् अन्तर्भूतः पदस्य समासः अस्तु अग्रे कदाचित् आरूढरथेन आरूढरथेन तेन मृग्यार्थम् अरण्यं गतम् आरूढरथ यस्य सह तेन इति भवति आरूढरथेन सो आरूढरथ यस्य सह इति भवति महाराजस्य प्रति यस्य सह इति अन्य अन्वयः सम्यक् अस्ति वा येन सह इति अन्वयः सम्यक् अस्ति वा येन सह आरूढरथ येन सह अत्र आरूढः रथः येन सह येन सह सम्यक् वा भगिनि यः रथे आरूढः अस्ति सः यः रथे आरूढः अस्ति इति तत्र सामान्य तत्र व्यस्यप्रयोगे तथा अवगन्तुं शक्नुमः यः पुरुषः रथे आरूढः अस्ति सः इति अत्र बहुव्रीहिसमासे आरूढः रथः येन सह आरूढरथः तेन इति तत्र विग्रहं भवति आरूढः रथः येन सह आरूढरथः तेन भगिनि आरूढ तत्र क्रियापदं रुह् रुह् अस्ति वा क्रिया एव रुह् रुह् इति धातुः अस्ति रुह् इति धातुतः तप्रत्ययः आरूढेन तेन मृग्यार्थं मृग्यार्थमपि कर्म मृगया इदमिति आगच्छति यत्र अर्थमस्ति तत् चतुर्थी चतुर्विशसमासः भवति सत्यं विग्रहः कः मृगयाय इदम् इति भवति सत्यं मृगाय इदं मृगाय अस्तु मृगाय इदं न मृगयाय क्षम्यतां मृगयाय इदम् मृगया अर्थम् अनन्यम् इति तस्य नपुंसकलिङ्गम् एकवचनं द्विवचनं भवति मृगार्थम् अनन्यं गतम् इति मात्रं का अस्ति खलु भगिनि किं मृगयार्थं सन्धिमात्रम् अस्ति समासं नास्ति समासः अस्ति चतुर्थी तत्पुरुषसमासः यत्र अर्थशब्दः अस्ति उत्तरपदे उत्तरपदे अर्थशब्दः अस्ति चेत् तत्र चतुर्थी तत्पुरुषसमासः भवति अस्तु समीचीनम् अग्रे भगिनि अस्तु तत्र कश्चन सन्यासी दृष्टः सन्यासी यत्र भवति इन् प्रत्ययः अस्ति तस्मिन्नपि समासः अस्ति सन् इति उपसर्गपूर्व न्यास इति भवति सम्यक् न्यासः इत्युक्ते दर्शनमिति यस्य सम्यक् दर्शनमस्ति अस्तु यः सन्न्यासी यः सम्पूर्णरीत्या त्यागं करोति तत् भवति सन्न्यासी इति साधु सत्यं न्यास तस्य क्रियापदम् अस्ति तत्र न्यास कथं भवति न न्यास इति क्रियापदम् अस्ति प्रातिपदिकं न्यास इति प्रातिपदिकम् अस्तु अकारान्त न्यासम् न्यास इति अकारान्तप्रातिपदिकं तत्र इणि प्रत्यय योजयित्वा सन्न्यासी अस्तु समुपपूर्वपद समुपसर्ग प्रातिपदसमासः भवति तत्र सम् उपसर्गपूर्वकः प्रादिसमासः सत्यं प्रादिसमासः यथा सुशोभनः इति अस्ति खलु तत्र सुपुरुषः शोभनः पुरुषः इति तथैव अत्र संन्यासः सम्यक् न्यासः यस्मिन् सन्न्यासी निमील्य निमील्य इति भवति पदम् एकचित्तः एकेन एकया एकम् एकेन चित्त यस्य सः इति एकचित्तः भवति अत्र कीदृशसमासः एकचित्त येन सह इति अस्ति एकचित्त बहूनि समासः भवति एकं चित्तं यस्य सः चित्तम् इति नपुंसकलिङ्गपदमस्ति खलु आम् प्रथमाविभक्तिः अस्ति एकं चित्तः यस्य सः एकं चित्तं यस्य सः तर्हि एकचित्तः यस्य सः चित्तस्य इति प्रातिपदकमस्ति चित्तः प्रथमाविभक्तिः भवति हा तत्र विग्रहवाक्यं पुनः वदतु एकं चित्तः यस्य सः एकचित्तः किमर्थम् एकं चित्तः इति वदति चित्तं साधु क्षमताम् एकं चित्तं यस्य सः एकं चित्तं यस्य सः एकचित्तः अत्र एकचित्तः इति पदं दृष्ट्वा चित्तम् इति पदं नपुंसकलिङ्गे अस्ति परन्तु अत्र एकम् एकचित्तः इति तत्र पुल्लिङ्गे दत्तमस्ति तेन ज्ञायते तत्र बहुव्रीहिसमासः अस्ति अन्यपदार्थस्य सूचना अस्ति नो चेत् चित्तम् इति पदं नपुंसकलिङ्गे भवति न तु चित्तः आमां देवं ध्यायति स्म अपि ध्यायति इति चतुर्थगणे आगच्छति चतुर्थगणं अस्तु महाराज वयं कृतवन्तः ध्यानगणे अस्ति ध्यै इति प्रथमगणे अस्ति ध्यै असम्भवादिगणे अस्तु विलम्बेन आगतम् नमस्कारः महोदय नमस्कारः अस्ति महाराजः ध्यानमग्नं ध्यानमग्नमपि समस्तपदं भवति ध्याने ध्याने मग्नम् इति भवति सत्यं ध्याने यः सप्तमी किं सप्तमी तत्पुरुषसमासः सत्यं ज्ञाने मग्नः ध्यानमग्नः मग्नः तं ध्याने मग्नः तं सन्न्यासिनम् इति उद्दिश्य अपि ल्यपन्त अस्ति साधु उद्दिश्य सन्न्यासिनः बहून् देशान् सन्न्यासिन् इति तत्र कीदृशपदमस्ति सन्न्यासिन् अत्र सम्बोधनमस्ति बहून् देशान् द्वितीयाभक्ति बहुवचने बहून् देशान् इति बहून् इति पदस्य प्रातिपदिकं किं बहु भेष इति पुल्लिङ्गपदम् अस्ति अत्र बहु बहु उकारान्त बहु आगच्छति बहु बहु बहव बहुं बहु बहून् इति भवति अस्तु बहून् देशान् वशीकृत्य अपि लिबन्तवशीकृत्य तत्र वशी वयं कृतवन्तः यथा समासः कः वशीकृत्य यत्र ईदृशसमासः वशीकरोति उपपदसमासः भवति भगिनि उपपदसमासः इति प्रायः नास्ति भवती भगिनी अधीतवन्तः पूर्वं हा हा सत्यं हा अन्य कोऽपि जानाति वा साहाय्यं कर्तुमिच्छति वा वशीकृत्य यदा अत्र शुक्लीकृत्य इति उक्तं खलु शुक्लीकृत्य किमत्र विग्रहं किं भवति शुक्लीकृत्य वशं करो स्वस्य तरणं कृत्य अत्र अशुक्लं शुक्लं कृत्वा शुक्लीकृत्य यत् तथा नास्ति तथा वयं कुर्मः वशं करोति यः वशकृतवान् वशं कृतवान् यः स वशीकृत्यः भवति अर्थः सम्यक् अस्ति परन्तु तत्र समासः कथं भवति इति चेत् यथा अत्र शुक्लीकृत्य इति चेत् तत्र अशुक्लं शुक्लं कृत्वा इति वदामः यत् शुक्लं नास्ति तत् शुक्लं कृत्वा अशुक्लं शुक्लं कृत्वा तथैव अत्रापि अवशं वशं कृत्वा वशीकृत्य कीदृशसमासः भगिनि कर्म तत्र नै तत्पुरुषसमासे एकः प्रभेदः अस्ति गतिसमासः गतिसमासः किं द्वितीयतत्पुरुष न द्वितीयतत्पुरुषसमासः नास्ति द्वितीयतत्पुरुषसमासः विशिष्टपदानि सन्ति तत्रैव भवति अत्र तादृशपदं नास्ति खलु अतः द्वितीयतत्पुरुषसमासः नास्ति तत्र श्रुत अतीत पतित गत प्राप्त आपन्न इति एतानि पदानि उत्तरपदे एतानि पदानि भवन्ति चेत् तत्र द्वितीयतत्पुरुषसमासः भवति अत्र तथा नास्ति अत्र वशीकृत्य इति तत्र कृत्य इति ल्यबन्तं पदमस्ति ल्यबन्तपदं दृष्ट्वा वयं ज्ञातुं शक्नुमः अत्र कति समासः अस्ति इति अपि च वशी इति पदं च्वी प्रत्यान्तशब्दः अस्ति दीर्घ इकारान्तशब्दः यथा अत्र स्पष्टीकृत्य अथवा शुद्धीकृत्य स्वच्छीकृत्य सर्वत्र च्वी प्रत्यान्तशब्दः अस्ति दीर्घ इकारान्त अत्र तत्र सर्वत्र यत्र च्वी प्रत्यान्तशब्दः अपि च ल्यबन्तरूपम् अस्ति तत्र गतिसमासः अस्ति इति ज्ञातुं शक्नुमः अथवा लघ्वीकृत्य इति तादृश दीर्घीकृत्य इति तादृश उदाहरणानि तत्र सर्वत्र गतिसमासः अस्तु भगिनी अग्रे अस्तु वशीकृत्य मया साम्राज्यविस्तारणं साम्राज्यस्य विस्तारणम् इति भवति षष्टि तत्पुरुषसमासः साम्राज्य इति अपि समस्तपदमस्ति वा साम्राज्यम् इति प्रायः समस्तपदं नास्ति साम्राज्यम् इति एकमेव पदं खलु एकमेव अस्तु अहं चिन्तयामि एकमेव किन्तु भ्रमः आगच्छति हा साम्राज्यम् इति प्रायः एकमेव पदम् वशीकृतान् अग्रे सरामः हा अत्र वशीकः वदतु वशीकृतान्य देशेन वशीकृतान् वशीकृतानि तत्र सन्धि अस्ति वशीकृतानि कथं भवति वशीकृतानि देशे न वशीकृत अन्यदेशः वशीकृतान्यदेशः वशीकृत अन्यदेशेन अस्तु वशीकृतः वशीकृतः अन्यदेशः अथवा वशीकृताः अन्यदेशाः अस्तु तेन वशीकृत अन्यदेशाः मया इति अस्ति सो वशीकृता अत्र भवती गतिसमासे यथा पूर्वं कृतवन्तः वशीकृताः अन्यदेशाः तस्य वशीकृता अन्यदेशः तस्य विशेषणं भवति सो विशेषणपूर्वपदसमास वशीकृत अन्यदेशा तेन मया अपारं सो कथं भवति वशीकृत्य अन्यदेशाः तस्य विभक्तिलोप भवति अत्र वशीकृत अन्यदेशेन इति तत्र कस्य विशेषणमस्ति वशीकृत अन्यदेशेन महाराजस्य अस्ति वशीकृत अन्यदेशः महाराज सत्यं सत्यं इति महाराजस्य विशेषणमस्ति अतः बहुव्रीहिसमासः वशीकृत्य अन्यदेश यस्य सः तेन इति भवति वशीकृताः अन्यदेशाः येन सह येन सह वशीकृताः अन्यदेशाः येन सह वशीकृत अन्यदेशः तेन मया अपारं धनकनकराशिं धन च कनक धनकनक इति भवति द्वन्द्वसमासे साधु सत्यं द्वन्द्वसमासः विग्रहं वदतु धन च कनक च तेषां राशि तयोः राशिम् इति भवति षष्टिपुरुषसमासे प्रथमं धनं च कनकं च धनकनके इति द्वन्द्वसमासः तत्र द्विवचने धनकनके इति भवति तदनन्तरं धनकनकयोः राशिः तं सङ्गृह्य अपि च अत्र वशीकृत अन्यदेशः इति पश्यामः चेत् तत्र अन्यदेशः इति अपि समासः अस्ति खलु अन्य भवति विशेषणदेशस्य अन्यः देशः अन्याः अन्ये देशाः अन्यदेशाः भगिनी धनकनक अत्र कथं धन तस्य प्रतिपदकं धन भवति साधु धनं नपुंसकलिङ्गपदमस्ति धनं तत्र धनं च कनक कनकम् अपि नपुंसकलिङ्गे अस्ति धनं च कनकं च अतः अत्र समस्तपदं द्विवचने भवति यतोहि अत्र सदस्यद्वयमस्ति धनम् अपि च कनकं सदस्यद्वयमस्ति अतः धनकनक इति समस्तपदस्य प्रातिपदिकम् अधुना द्विवचने वक्तव्यम् अत्र द्वन्द्वसमासे अपि च तत्पुरुषसमासे उत्तरपदस्य यद् लिङ्गं तदेव भवति तर्हि कनकम् इति पदस्य नपुंसकलिङ्गता अतः समस्तपदमपि नपुंसकलिङ्गे अस्ति धनकनक इति नपुंसकलिङ्गे द्विवचने धनकनके तयोः राशि अस्तु द्वन्द्व कथं वदामः द्वन्द्वगर्भ षष्टि तत्पुरुषसमासः इति सत्यम् अस्तु सङ्गृह सङ्गृह अपि यदा यत्र अस्ति तत्र हा ल्यबन्तं ल्यप् इति प्रत्ययः अस्ति तत्र ल्यप् इति तत्र त्वाप्रत्ययस्य स्थाने आगच्छति खलु अत्र उपसर्गः अस्ति चेत् अत्र ल्यप् भवति त्वाप्रत्ययस्य स्थाने ल्यप् भवति अतः तत्र समासः अस्ति एव सो तदपि अत्र सम् इति उपपद अस्य प्राप्तिपदसमासः भवति सम् गृह गृह धातु भवति तत्र अत्र प्रादिसमासः नास्ति प्रादिसमासः प्रायः नास्ति किमर्थं चेत् यत्र प्रादि इति वदामः तत्र एव किञ्चित् स्पष्टता आवश्यकता स्पष्टतायाः आवश्यकता अस्ति यत्र प्रादि इति वदामः तत्र प्रादिसमासः तत्र प्रादयः इति तत्र द्वाविंशति प्रादयः सन्ति खलु प्र उप इति तस्य अनन्तरं यदि धातुः अस्ति तर्हि तत्र प्रादि उपसर्गः भवति अधुना उपसर्गः अस्ति अत्र धातुयोगे क्रियायोगे प्रादयः उपसर्गः भवन्ति यत्र उपसर्गः अस्ति तत्र प्रादिसमासः इति वक्तुं न शक्यते अवगच्छति वा किन्तु प्रादिसमासः अपि उपसर्गपूर्व पदं भवति हा तत्र भेदः कः इति चेत् यत्र प्रादिसमासः भवति तत्र प्र इत्यादय उपसर्गाः भवन्ति तदनन्तरं सुबन्तं पदं भवति न तु धातुः सुबन्तम् अस्तु अत्र तु धातुः अस्ति खलु यत्र अस्ति तत्र सामान्यतया उपपदसमासः भवति तत्रापि उपपदम् अस्ति वा न वा इति द्रष्टव्यं परन्तु सामान्यतया तथा अस्ति किं भवति चन्द्रिय सम् इति उपसर्गः अस्ति गृह् इति धातुः अस्ति सङ्गृह्य इति तत् अत्रापि प्रायः उपपदसमासः इति चिन्तयामि अस्तु भाण्डागारं भाण्डानाम् आकार सम् इति भवति भाण्डागारं भाण्डानाम् आकारं षष्टितत्पुरुषसमासः षष्टितत्पुरुषसमासः पूरितं दान्तप्रयोगः अस्ति अतः आनीताः बह्व्यः सुन्दर्यः विराजन्ते मम अन्तःपुरे विशेषणाः सन्ति बह्व्यः आनीताः बह्व्यः सुन्दर्यः विराजन्ते मम अन्तःपुरे तथापि मम सन्तोषः नास्ति कथम् अहं सन्तोषं प्राप्नुयामः इति अपृच्छत् अत्र कोऽपि सन्तोषः इति अत्र प्राप्नुयामः इति कीदृशः शब्दः अस्ति प्राप्नुयामः इति विजन्तपदमस्ति खलु प्राप्नुवन्ति न न निजन्तं न प्राप्नु इति क्रियापदमस्ति प्राप्नु क्रियापदमस्ति उत्तमपुरुष लकारः लकार विधि विधिलिङ्ग विधिलिङ्ग भगिनि विधिलिङ्ग सत्यं विधिलिङ्ग विधिलिङ्गकारः सम्यक् भगिनि विधिलिङ्गकारः समीचीनम् अस्तु धन्यवादः भगिनि अग्रे अत्र पुष्पा भगिनि वदति वा अत्र अस्य अर्थः कः अत्र परिच्छेदस्य अर्थः कः पुष्पा भगिनि उदयपुरी विशालाक्ष नामक महाराजः वसति स्म वसति न किं चिन्तयति परिपालनं करोति स्म सः बहु अहङ्कारी अस्ति कदाचित् आरूढरथेन तत्तु रथे आरूढे मृगयार्थं अरण्यं गतवान् तत्र तत्र कश्चन सन्यासीं सम्यक् अस्ति सन्यासीम् इति भवेत् वा सन्यासी इति भवेत् वा सन्यासीं अत्र दृष्ट इति पदम् दृष्ट केन दृष्ट सन्यासी कः दृष्टवान् कः दृष्टः महाराजः दृष्टः महाराजः दृष्टः अत्र कीदृशवाक्यस्य प्रयोगः कीदृशः अस्ति तत्र कर्मणि कर्मणि अस्ति सम्पूर्णवाक्यं कथं भवति तत्र कश्चन सन्यासी पश्यति अत्र कर्मणि प्रयोगे वदतु कर्मणि प्रयोगे सन्यासी अदृष्टवत् न अत्र यथा अस्ति अत्र यथा अस्ति अत्र कर्तृपदं योजयित्वा वदतु तत्र कश्चन सन्या महाराज कश्चन सन्यासी दृष्टवान् न तत्तु कर्तृप्रयोगे अस्ति खलु यद्भवती वदति महाराजः कञ्चन सन्यासीं दृष्टवान् इति कर्तरिप्रयोगे अस्ति अत्र कर्मणि प्रयोगे कश्चन सन्यासी दृष्टः इति अस्ति तर्हि अत्र अत्र महाराज इति कर्तृपदं योजयित्वा तत्र महाराज इति पदस्य विभक्तिः किं भवति विभक्तिः का भवति महाराजेन महाराजेन कश्चन सन्यासी दृष्टः सम्यक् सन्यासी नेत्रे निमील्य एकचित्तः तत्तु ध्यानं कृतवान् स्म कृतवान् इति अत्र किमपि किम् इति चेत् कृतवान् इति पदं भूतकाले एव अस्ति खलु अतः स्म इति पदस्य आवश्यकता नास्ति कृतवान् महाराजः ध्यानमग्नं सन्यासिनम् उद्दिश्य एतद् वदति सन्यासिन् बहूनि देशानि देशः इति पदं तत्र लिङ्गं किं देशाः बहवः देशाः वशीकृत्य तद् वदामि वशं कृत्वा अहं कर्मणि प्रयोगे एव मया साम्राज्यविस्तरणं तत्तु साम्राज्यविस्तरणं कृतवान् अत्र कर्तृप्रयोगे कथं भवति मया साम्राज्यविस्तारणं कृतम् इति अस्ति कृतम् अस्ति इति अस्ति तत्र कर्तृप्रयोगे कर्तृप्रयोगे अहं साम्राज्यविस्तारणं कृतवान् वशीकृतान्यदेशेन मया अपारं धनकनकराशिं सगृह्य तत्तु सङ्गृह्य भण्डाकारं पूरितं भाण्डकारम् इत्युक्ते भण्डकारं ट्रेजरि सत्यं कोऽपि अस्ति वा न भाण्डागारं सत्यं यथा भवती उक्तवती ट्रेजरी इत्यस्य अर्थः कः तत्र पूरितं तद् मया कोऽपि न कोषः इति अर्थः ट्रेजरी इत्युक्ते कोषः कोषागारः कोषाकारं पूरितं ततः आनीताः बह्व्यः सुन्दर्यः विराजन्ते मम अन्तःपुरे तत्र पुरे बहवः अत्र सौन्दर्यः इति वदति बहुवचने अस्ति खलु सुन्दरी इति अस्ति तत्र सुन्दरी इत्यस्य रूपाणि कथं सुन्दरी सुन्दर्यौ सुन्दर्यः नदीवत् नदीवत् सौन्दर्यः बहवः सुन्दर्यः किं बहवी बहवी इति स्त्रीलिङ्गे बहवी भवति तस्य बह्वी बह्वी बह्व्यौ बह्व्यः खलु बह्वी बह्व्यः विराजन्ते अत्र पुरे तस्य पुरे इति वदति तथापि सन्तोषः नास्ति तत्र वदति तस्य सन्तोषं नास्ति इति सर्वमस्ति सर्वं प्राप्तवान् तथापि सन्तोषः नास्ति परन्तु सन्तोषं नास्ति एतत् सन्तोषं कथं प्राप्नुवामि इति सम्यक् कथम् आप्नोमि कथम् आप्नोमि अस्तु सम्यक् समीचीनं भगिनि सम्यक् सम्यक् अत्र स्पष्टमस्ति खलु कथा सरलमेव कथा सरला अत्र प्रश्नः कोऽपि अस्ति वा अस्तु अग्रे सर्तुं शक्नुमः अग्रे जगन्नाथमहोदय पठति वा एकनिमिषं क्षम्यतां अग्रिमपृष्ठे त्रुटितध्यानः सः सन्न्यासी उन्मीलितनयनः सन् क्रुद्धः इव अवदत् यदा अहं म्रियते तदैव प्राप्तसन्तोषः भविष्यसि इति ततः स पुनरपि नेत्रे निमील्य ध्यानमग्नः अभवत् महाराजस्तु अहो असम्बद्धप्रलापि अयं महाराजं माम् अपमानयति तं दण्डयामि एनम् इति मनसि चिन्तयित्य निःशङ्कं खड्गम् आकृष्य सन्न्यासिनं मारयितुम् उद्युक्तः अभवत् उद्युक्तः अत्र उद्युक्तः उद्युक्तः तदनन्तरम् उद्युक्तः अभूत् अभूत् इति किन्तु तत् प्रादिसमासः वा न किन्तु तान्तपदं तर्हि तत् तत्रापि प्रातिसमासं भवितुं शक्नोति उत् योगः युक्तः वा उत् उपसर्गपूर्वः युज् इति धातुः अस्ति तत्र युज् इति धातुः अस्ति अतः प्रातिसमासः न भवितुमर्हति यत्र धातुः अस्ति तत्र सुबन्तं पदमस्ति चेदेव समासः धातुतः अस्ति चेत् तत्र उपपदसमासः न भवति वा? हा, यत्र उपसर्गः अस्ति तदनन्तरं धातुः अस्ति तत्र प्रादिसमासः न भवितुम् अर्हति. अन्यसमासः अस्ति वा इति द्रष्टव्यम्. तावद् वदतु अत्र किम् अस्ति, अत्र समस्तपदानि कानि अस्मिन् परिच्छेदे. त्रुटितध्यानः इति त्रुटित इत्युक्ते त्रुटितः ध्यानः इति त्रुटितः इति प्रथमवारं शृणामि. इत्युक्ते भग्नः इति अर्थः. त्रुटितः इत्युक्ते भग्नः. भग्नः भग्नः भग्नः विशेषण पूर्वपद कर्मधारे समासः सः सन्न्यासी सन्न्यासिनं विशेषणं भवति त्रुटितध्यानः इति. ध्यानम् इति पदं कीदृशपदं, तत्र लिङ्गं किम्? ध्यानम् एतद् नपुंसकलिङ्ग. त्रुटितध्यानं हा समीचीनं, नपुंसकलिङ्गे अस्ति. तर्हि अत्र त्रुटितध्यानः इत्यस्य लिङ्गं किम्? त्रुटितध्यानः इति पुल्लिङ्ग. हा, पुल्लिङ्गे अस्ति खलु. तर्हि नपुंसकलिङ्गशब्दः पुल्लिङ्गे तत्र परिवर्तितः अस्ति. अतः वयं ज्ञातुं शक्नुमः अत्र बहुव्रीहिसमासः अस्ति, अन्यपदार्थस्य सूचना अस्ति. आमां. तर्हि विग्रहवाक्यं कथं भवति? त्रुटितं ध्यानं यस्य सः. हा, सम्यक्, बहु सम्यक्. त्रुटितं ध्यानं यस्य सः इत्युक्ते तादृशपुरुषः यस्य ध्यानं भग्नं जातम्. उन्मीलितनयनः एतत् क्तान्तपदमस्ति. एकक्षणं महोदय, अत्र त्रुटितध्यानः इति कस्य विशेषणं? सन्न्यासिनं विशेषणं. सम्यक् सम्यक्. अग्रे उन्मीलितनयनः यस्य नयनम् उन्मीलितम् अस्ति. क्तान्तपूर्वपदम् अस्ति अत्र. क्तान्तपूर्वपदमस्ति चेत् कीदृशसमासमिति विस्मृतवान्. अत्र उन्मीलितं नयनं नयनः इति अस्ति. नयनम् इति पदस्य लिङ्गं किम्? उन्मीलितं नयनम् अस्तु, विशेषणपूर्वपदकर्मधारे समासः अस्तु. हा, उन्मीलितम् अपि च नयनः द्वयोः तत्र विशेषणम् अस्ति, परन्तु तत्र नयनमिति नपुंसकलिङ्गे भवति स्म खलु, यदि अत्र कर्मधारयः चेत् बहुव्रीहिसमासः उन्मीलितं नयनं यस्य सः इति. अत्र समीचीनं महोदय. अत्र उन्मीलि अत्र नयनम् इति नयनम् इति तत्र द्विवचने भवति खलु, नयनद्वयम् अस्ति खलु. किन्तु वयं सर्वदा नयनं द्वयं भूयमाने सति, वयं तु अधिकतया उपनेत्रम् एकमेव वदामः. तद् दर्शनम् एकमेव जनाः प्राप्नुवन्ति नयनद्वयेन सह. समीचीनं. अत्र स्पष्टीकरणार्थं नयने इति अपि वक्तुं शक्यते, उन्मीलिते नयने येन सह. अस्तु, उन्मीलितनयनः. अस्तु, सन् क्रुद्धः इव अवदत् यदाहं म्रियते. प्राप्तसन्तोषः. अपि च अत्र एकः एकः एकः विषयः अस्ति, अत्र उन्मीलिते नयने इति तत्र अत्र मिल् इति धातुः, मिल् इति तान्तरूपम् अस्ति खलु, मिलितः इति तान्तरूपम् अस्ति. तत्र मिलितः इति तान्तरूपं, मिल् इति धातुः सकर्मकः अस्ति. यत्र सकर्मकः धातुः तान्तरूपेण अस्ति पूर्वपदे, तत्र येन सह इति भवति. येन सह उन्मीलिते नयने येन सह इति भवति. यत्र अकर्मकधातुः अस्ति तान्तरूपं पूर्वपदे, तत्र यस्य सः इति भवति. सकर्मक एतत् सकर्मक सकर्मक इत्युक्ते तत्र कर्मपदं स्वीकर्तुं शक्नुमः. कर्मपदं यस्य यस्मिन् वाक्ये कर्मपदं भवितुं शक्नोति तदेव. सत्यं तु मिलितं यदा हसितवान् तादृशं किमपि अस्ति चेत् तत् सर्वम् अकर्मकं भवति. किन्तु अत्र सकर्मक मिलितनयनं यत्र धातुः सकर्मकः अस्ति, धातुः सकर्मकः वा न वा इति द्रष्टव्यं. धातुः सकर्मकः अस्ति चेत् तत्र उन्मीलिते नयने येन सह इति येन इति पदम् आगच्छति इति सामान्यनियमः. सर्वत्र तथा भवति इति नास्ति, सामान्यनियमः. यत्र धातुः सकर्मकः चेत् तत्र येन सह इति विग्रहवाक्येन स्पष्टं भवति. यत्र अकर्मकः अस्ति तत्र यस्य सः. ओ अस्तु अस्तु अस्तु. अग्रे प्राप्तसन्तोषः. सन्तोषः तु पुल्लिङ्गशब्दः. प्राप्तः सन्तोषः येन सह. ततः सामान्यतः तथा चिन्तयामः, प्राप्तः सन्तोषः येन सह इति सम्यक् भवति इति चिन्तयामः. परन्तु यत्र प्राप्त इति शब्दः अस्ति तत्र द्वितीया भवति यं सः. प्राप्तः सन्तोषः यं सः. प्राप्तः सन्तोषः यं सः भविष्यसि इति बहुव्रीहिसमासः खलु. प्राप्तः सन्तोषः यं सः बहुव्रीहिसमासः. बहुव्रीहिसमासः ततः स पुनरपि नेत्रे निमील्य ध्यानमग्नः अभवत्. महाराजस्तु अहो असम्बद्ध प्रलापि. एतदपि समस्तपदमस्ति यद्यपि स्थूलाक्षरे नास्ति. असम्बद्ध प्रलापि, असम्बद्धः प्रलापि इति. तर्हि सः असम्बद्धः प्रलापी यः करोति इति. असम्बद्ध इति तत्र पदद्वयं स्वीकृत्य वदतु. अत्र असम्बद्धः तत्र कीदृशसमासः? नञ् प्रभृतयसमासः. न सम्बन्धः, न सम्बद्धः. सत्यं सत्यं, तत्पुरुषसमासः. न सम्बद्धः, असम्बद्धः, सम्बद्धः. सम्यक्. तदनन्तरं प्रलापि इति अस्ति. प्रलापि तत्र प्रलापनं यः करोति सः प्रलापि. असम्बद्धः प्रलापि इति विशेषणपूर्वपदकर्मधारे समर्थः. सत्यम्. असम्बद्धप्रलापः इति अस्ति. असम्बद्धप्रलाप इति इदानीं सम्पूर्णप्रातिपदिकम् असम्बद्धप्रलापः प्रलाप इति. ततः इनि प्रत्ययः योजयित्वा असम्बद्धप्रलापी. अस्तु. अयं महाराजं माम् अपमानयति, तद्दण्डयामि एनम् इति मनसि विचिन्त्य निश्शङ्कं खड्गम् आकृष्य संन्यासिनं मारयितुम् उद्युक्त अभूत्. उद्युक्तः इति निःशङ्कम् इति कीदृशसमासः अस्ति? निःशङ्कं निःशङ्कं निः शङ्कं प्रादिसमासः. तत्र शङ्का इति पदं, शङ्का इति पदम् अकारान्तपदमस्ति खलु शङ्का. अत्र तु नपुंसकलिङ्गे दत्तमस्ति खलु शङ्कं. किमर्थम् इत्युक्ते खड्गं पदस् ओ नो खड्गं पदस्य तु निःशङ्कं किमर्थम् अहं न जानामि. राजा एव निःशङ्केन कृतवान् खड्गोपि. अत्र कोऽपि जानाति वा निःशङ्कम् इत्यस्य समासः कः? किं नै तत्पुरुष नै कुत्र अस्ति? नै इति, नै इति अस्ति चेत् तत्र अ इति भवति खलु आदौ. यदा लिङ्गभेदः भवति तु बहुव्रीसमासः भवति निःशङ्कायस्यम् इति भवति न तत्र निःशङ्क इति तत्र विशेषणं कस्य विशेषणम् इति वदति भवती महाराजस्य निःशङ्के न तत्र तु वस्तुतः निःशङ्कम् इति तत्र अव्ययीभावसमासः अस्ति इति चिन्तयामि यतोहि अत्र शङ्कायाः अभावः अस्ति खलु शङ्कायाः अभावः अस्ति अतः निःशङ्कं शङ्कम् इति तत्र नपुंसकलिङ्गे अत्र नपुंसकलिङ्गे अस्ति निःशङ्कम् इति अतः अव्ययीभावः शङ्कायाः अभावः निःशङ्कम् एतन्निर्मक्षिकम् इति वदामः चेत् मक्षिकायाः अभावः निर्मक्षिकम् एवं शङ्कायाः अभावः निःशङ्कम् अस्तु महोदय अस्तु निःशङ्कं खड्गम् आकृष्य संन्यासिनं मारयितुम् उद्युक्तः अभवत् संन्यासी अवदत् अयि मूढ न एकक्षणं महोदय एकक्षणम् एकक्षणम् अत्र अभूत् इति पदं कीदृशपदमस्ति ओ अभूत् नै प्र एतत्तु किन्तु अभूत् इति प्रात् लङ् लकारः भूत् अभवत् अभवत् इति लङ् लकारः सत्यं तदेव अर्थः अत्र भवति सत्यं तस्मिन्नेव अर्थे अत्र लुङ् लकारः अस्ति लुङ् लकारे लुङ् अस्तु अस्तु लुङ् लकारे अभूत् अस्तु अस्तु धन्यवादः महोदय अग्रे पद्मा भगिनी पठति वा आं भगिनि संन्यासी अवद अयि मूढ अहम् इत्यनेन नायं ज्ञानः अभिप्रेतः जनः अभिप्रेतः अपि तु भवदीयः अहम्भावः सः यदा म्रियते तदैव सन्तोषं प्राप्नोषि इति उक्तं मया इति संन्यासिनः वचनं श्रुत्वा विदिताभिप्रायः राजा विगतगर्वः अभूत् अत्र संन्यासी विशदेन वदति अयि मूढ महाराजन् सम्बोधयति अहम् इत्यनेन नायं जनः अभिप्रेतः अहम् अत्र अहं पदस्य विवरणं नायं जनः उच्चनेन नायं जनः इच्छनेन अयं जनः अहम् इच्छनेन अहम् इत्यनेन पुरुषस्य विषयः नास्ति पुरुषस्य विषये अहं वदन्ना अस्मि परन्तु अहम् इति भावस्य विषये वदामि अहं भावस्य विषये वदामि अहम् अपि तु भवदीयः अहं भावः भवतस्य अहं न भवतस्य इति कथं भवति इति शब्दस्य षष्ठी किं भवतः अहम् इति भावः वदतु भवतः अहं भावस्य विषये अहं न वदामि समीचीनं भगिनी अग्रे वदतु सः यदा म्रियते तदैव सन्तोषं प्राप्नोषि इति उक्तं मया यदा म्रियते सः सः भावं यदा म्रियते इत्यनेन सन्तोषं प्राप्नुं शक्नोति इति. किं किं म्रियते? अहं अहं भावः यदा म्रियते तदा एव भवान् सन्तोषं प्राप्तुं शक्नोति, सन्तोषं प्राप्नोति इति. सत्यं. संन्यासिनः वचनं श्रुत्वा विदिताभिप्रायः विगतगर्वः अभूत्. संन्यासिनः भाषणं श्रुत्वा महाराजस्य गर्वम् अपि तु अभि इति भावस्य अत्र विदिताभिप्रायः इति समासः कीदृशसमासः? विदिताभिप्रायः विदित अभिप्रायः विदित्तेन विदिता अभिप्रायः यश्च सः विदितः विदितः अभिप्रायः येन सः विदितः अभिप्रायः येन सः येन सः येन सः येन सः. हा, अत्र विदितः इत्युक्ते तत्र किं विदितः इत्युक्ते विद् धातुतः आगतः विदितः विद् इत्यनेन अवगत इत्युक्ते भवतः अभिप्रायम् अहम् अवगतवान् इति अर्थः. विदितः अभिप्रायः येन सः अत्र अत्र समानाधिकरणबहुव्रीहि समासः समाधिकरण बहुव्रीहि समासः. अनन्तरं विगतः गर्वः विगतगर्वः विगतगर्वः विगतः गर्वः येन सः अत्रापि अत्रापि समानाधिकरण बहुव्रीहि समासः अस्ति. विगत अत्र उपसर्ग वि आगच्छति अत्रापि अत्र विगतः तत्र गम् इति धातुः अस्ति अतः तत्र समासः समासस्य चिन्तनं मास्तु. विगतः गर्वः यस्य सः विगतगर्वः किम् यस्मात् सः यथा वयं श्लोके दृष्टवन्तः विगतः गर्वः यस्य सः इति एव अत्र पुस्तके अपि दत्तं खलु अत्र अधोभागे पुस्तके अपि विगतः गर्वः यस्य सः विगतः गर्वः यस्य सः अस्तु अत्र संन्यासिनः संन्यासिनः इत्यस्य विभक्ति का संन्यासिनः विभक्तिः का षष्टि षष्टि अस्तु कथा अवगता खलु. आम् अस्तु सरलमेव कथा कथा सरला एव. तर्हि अग्रे अत्र हा एक भवदीय इति कीदृशपदमस्ति? भवदीय इति तत्र तद्धितान्तरूपमस्ति भगिनि. तद्धितप्रत्ययं योजयित्वा भवदीय इति रूपम् भवदीय इत्युक्ते योर् इति योर् इत्यस्मिन् सत्यं सत्यं भवदीय इत्युक्ते योर्स् कथमायाति भवदीय भगिनि तद्धितप्रत्ययः भवत् योगः भवत् योगः तत्र प्रत्ययः अस्ति मवत् मवत् इति प्रत्ययः तद्धितप्रत्ययः योजयित्वा भवदीय इति योगः तद्धित न तद्धितप्रत्ययः तद्धितप्रत्ययः अस्तु अत्र पद्माभगिन्या कथम् आगच्छति किं प्रकृति कथम् आयाति भवदीया इति हा तत्र तद्धितप्रक्रिया जानाति वा भवती तद्धितप्रक्रियां तत्र तद्धितप्रक्रिया भवति खलु तत्र भवत् इति पदात् इति प्रातिपदिकात् तत्र तद्धितप्रत्ययं योजयित्वा तत्र कानिचन कार्याणि भवन्ति तद्धितप्रकरणे अपि कार्याणि भवन्ति तानि कार्याणि भूत्वा अत्र भवदीय इति भवति इदानीम् अत्र कार्याणि कानि इति वदामि चेदपि अवगन्तुं न शक्नुमः यतोहि तत्र प्रक्रिया अस्ति खलु वयं न पठामः हा न पठितवन्तः अतः इदानीम् अवगन्तुं क्लेशः भवति अस्तु अत्र इदानीम् अत्र तद्धितप्रत्ययः अस्ति इति अवगन्तुं शक्नुमः तावदवगन्तुं शक्नुमः अस्तु पद्मा भगिनी अग्रे एतानि पदानि सावधानं पठत इति तत्र विग्रहवाक्यं वदतु बहुव्रीहिसमासः एतानि वाक्यानि शेखवन्ति वाक्यानि प्राप्तविद्यः सर्वत्र कीर्ति प्राप्नोति कुत्र पठति भवती अत्र एतानि पदानि सावधानं पठत् आरूढरथः पदानां विग्रहवाक्यमिदं भवति इति पठतु एतानि पदानि सावधानं पठत आरूढरथः आरूढरथः येन सह विग्रहवाक्यम् इति भवति अग्रे एकचित् एकं चित्तं यश्च सः एकचित्तः वशीकृतान्यदेशः वशीकृताः अन्यदेशाः येन सः अग्रिमपठिम पठतु पठतु त्रुटितध्यानः त्रुटितं ध्यानं यश्च सः त्रुटितध्यानम् उन्मीलित नयनः उन्मीलिते नयने येन सः प्राप्तसन्तोषः प्राप्तः सन्तोषः यं सः प्राप्तसन्तोषः विदिताभिप्रायः विदितः अभिप्रायः येन सः विदिताभिप्रायः विगतगर्वः विगतः गर्वः यश्च सः विगतगर्वः सम्यक् समीचीनं भगिनि अत्र अस्माभिः अदृष्टमेव एतानि पदानि अस्माभिः दृष्टं कथायां वयं दृष्टवन्तः एव तर्हि तस्य विग्रहवाक्यानि कथं भवन्ति इति अत्र दत्तमस्ति तर्हि आहत्य अत्र बहुव्रीहिसमासः इति विषयः समाप्तः समयः अपि समाप्तः अत्र प्रश्नः अस्ति वा अग्रिमसप्ताहे द्वन्द्वसमासः इति विषयः आरप्स्यते तदनन्तरम् अव्ययीभावसमासः इति तस्य अनन्तरं वयं सूत्राणि पठामः अत्र समासस्य सूत्राणि पठामः अस्तु तर्हि धन्यवादः धन्यवादः अस्तु भगिनी धन्यवादः नमस्कारः नमस्कारः